रेकार्डिङ्ग् आरम्भम् अस्ति इदानीम्. अस्तु, अतः अग्रे अत्रापि रेकार्डिङ्ग् अस्ति खलु, तत् किम् अस्ति तत्र? वयं कर्तुं शक्नुमः वा? तत्र रेकार्डिङ्ग् बटन् अस्ति, होस्ट् बटन्, रिक्वेस्ट् रिक्वेस्ट् रेकार्डिङ्ग् पर्मिशन् अस्तु तत्र. किन्तु अत्र मम पार्श्वे अस्ति पास् और् स्टाप् रेकार्डिङ्ग् इति. वर्गस्य अन्ते मम सङ्गणके एव तत् फैल् भवति. अतः केवलं न अतः प्रायशः सर्वे कर्तुं शक्नुवन्ति. तत्र सेटिङ्ग्स् तत्र किमपि करणीयम् अस्ति महोदय. पर्मिशन् किमपि किमपि करणीयं केवलम् आर्गनैजर् करोतु इदानीम्. किन्तु तदपि प्रायशः भवति, अहं न जानामि कथं तत् करणीयम् इति. किन्तु आप्शन् अस्ति. अस्तु महोदय, अस्तु. किन्तु सङ्गणके एव एम् पि त्री फैल् भवति इति मन्ये. अस्तु, तद् अहं केवलम् आर्कैव् मध्ये स्थापयामि तावदेव. अस्तु तर्हि, अतः यदि एतद् सम्यक्तया कार्यं करोति चेत् एतदेव कर्तुं शक्नुमः. अस्तु, अतः अग्रे गच्छामः. तत्र पेज् 179 इति इदानीं तत्र उमामीनाक्षी भगिनी करोति वा तत्र बालिका इति विषये? उमामीनाक्षी, ओके, अन्म्यूट् न? सत्यं सत्यं सत्यं, सत्यम्. ओके, कोष्टके विद्यमानानि पदानि दृष्ट्वा यथोदाहरणं वाक्यानि रचयत. यथोदाहरणं तु द्रष्टव्यं न? ओके, उदाहरणम् अधोभागे अस्ति. बालिका खेलति, क्रीडाक्षेत्रं गच्छति. ओके, उदाहरणं किमस्ति? बालिका खेलितुं क्रीडाक्षेत्रं गच्छति. ओके, इदानीं बालिका एव. भ्रमति, काश्मीरं गच्छति. भ्रमितुं काश्मीरं गच्छति. बालिका भ्रमितुं काश्मीरं गच्छति. समीचीनं भगिनि, अस्तु. अग्रे अग्रे बालिका अर्चितुं मन्दिरं गच्छति. समीचीनं भगिनि, अस्तु. अग्रे नरेश महोदय. बालिका पठति विद्यालयं. बालिका पठितुं विद्यालयं गच्छति. समीचीनं महोदय. अग्रिमं. बालिका पत्रं प्रेषयति पत्रालयं. बालिका पत्रं प्रेषयितुं पत्रालयं गच्छति. समीचीनं. शीतल भगिनि. बालिका मिलति राष्ट्रपतिभवनं गच्छति. बालिका मिलितुं राष्ट्रपतिभवनं गच्छति. प्रायशः मेलितुं मेलितुं राष्ट्रपतिभवनं गच्छति. समीचीनम्. अग्रे अग्रे भगिनि. बालिका स्नातका भवति, महाविद्यालयं गच्छति. बालिका स्नातका भवितुं महाविद्यालयं गच्छति. भवितुं स्नातका भवितुं महाविद्यालयं गच्छति. समीचीनं भगिनि. तत्र सूर्यकुमारी भगिनी अपि नास्ति, अपि गीताञ्जलि भगिनी अपि नास्ति. गीताञ्जलि भगिनी आसीत्. भवती एव ओपो इति अस्ति वा? आम् महोदय. ओ अस्तु अस्तु अस्तु अस्तु अस्तु, समीचीनम्. ओ मम नाम न, किन्तु भवती अस्ति चेत् समीचीनम्. अतः तत्र सूर्यकुमारी भगिनी नास्ति, अपि पूर्णेन्दु महोदय नास्ति अत्र. अस्तु अस्तु, गीताञ्जलि भगिनी अग्रे पठति वा? आम् महोदय. बालिका रसं पास्यति, आपणं गच्छति. बालिका रसं पातुं आपणं गच्छति. पातुं बालिका क्रेषयति क्रेष्यति क्रेष्यति क्रेष्यति विपणिं गच्छति विपणिम् इत्युक्ते महोदय शाप् आपणं विपणं विपणिं विपणिं बालिका क्रेतुं विपणिं गच्छति अन्तिमं स्वीकरोतु भगिनि बालिका लेखितुं प्रकोष्ठं गच्छति हा तत्र लेखितुम् इति लिखित्वा किन्तु लेखितुं हा लेखितुं प्रकोष्ठं गच्छति हा इति इति समीचीनं हा इदानीं तत्र सम्बद्ध तत्र अतः यतः इति अस्ति तादृशप्रयोग अपि कृत्वा एतादृशवाक्यं वयं रचितुं शक्नुमः तत्र पठितुं तत्र धावकः तत्र यत पूर्वस्मिन् पुटे वयं दृष्टवन्तः तत्र अभ्यासे प्रथम उदाहरणवाक्यम् आसीत् खलु तत्र धावकः धावति क्रीडाङ्गणं गच्छति धावकः धावितुं क्रीडाङ्गणं गच्छति तादृश इदानीम् अग्रिमे पुटे अत्र यतः अतः इति आगच्छति तत्र धावकः क्रीडाङ्गणं गच्छति यतः सः धावितुम् इच्छति इति तादृश प्रयोगः अपि भवति अतः तदपि पश्यामः तत्र तुमुन् रूपसम्बद्ध विषयः अस्ति अतः इति अत्र तुमुन् रूपस्य विषये कोऽपि प्रश्नः अस्ति वा सरलरूपमेव इति मन्ये अस्तु अतः अग्रे गच्छामः अतः इति विषय पश्यामः तत्र इति महोदय चतुर्थी विभक्ते पर्यायपदेन हा सत्यं महोदय सत्यं हा अतः तत्र किमर्थं किमर्थं सत्यं महोदय तत्र किमर्थम् इति प्रश्ने प्रश्नस्य उत्तरं तुमुन् रूपं भवितुं भवति सरलं हा चतुर्थविभक्त्याः रूपं न जानीमः चेत् हा हा तुमुन् उपयोग कृत्वा व्यवहारं कर्तुं कर्तुं शक्नुमः समीचीनं हा समीचीनं हा अस्तु अस्तु तर्हि अग्रे गच्छामः अतः इति विषयः अग्रे तत्र नरेश महोदय अग्रे पठति वा तत्र लोके हा सत्यं महोदय सत्यं हा पश्यत उच्चैः पठत च रात्रिः अभवत् अतः चन्द्रः आकाशे उदितः सुबोधः सुरुचे ओ तत्र हा क्षम्यतां महोदय तत्र सुबोधः अस्ति सुरुचिः अपि अस्ति अस्तु क्षम्यतां महोदय मम दोषः तत्र अन्य कोऽपि तत्र मीनाक्षी भगिनी पठति वा तत्र नरेश महोदय सुबोधः भवति सुरुचिः इति उमा मीनाक्षी भगिनी अहं चिन्तितवती अन्य कोऽपि अस्ति न न न न न भवती कुत्र गच्छति किम् आरोग्यं सम्यक् नास्ति आम् भ्रातः आरोग्यं सम्यक् नास्ति अतः वैद्यस्य समीपं गच्छामि एवम् अहम् अपि आगच्छामि वैद्यस्य समीपं किमर्थं किं जातं भगिनी मम पादे पीडा अस्ति अतः अहम् अपि आगच्छामि तर्हि आगच्छतु भ्रातः शीघ्रं चलाव आगच्छामि पादे पीडा अस्ति शीघ्रं चलाव बहु सम्यक् अस्ति हा सत्यं सत्यं भगिनि हा अस्तु तत्र अग्रे नरेश महोदय अग्रे पठतु तत्र उच्चैः पठत जानीत च इति उच्चैः पठत जानीत च यानं शीघ्रं प्राप्तम् अतः अहं शीघ्रम् आगतः विद्युत् नास्ति अतः व्यञ्जनं न भ्रमति व्यजनं व्यजनं व्यजनं व्यजनं न भ्रमति. हा व्यञ्जनं भिन्नम् अस्ति महोदय. व्यजनं तु हा व्यञ्जनं भ्रमति चेत् सर्वे सर्वे किं पाकशालायात् बहिः आगच्छन्ति. सः सम्यक् पठितवान् अतः विषयं सम्यक् जानाति. अस्य मूल्यम् अधिकम् अतः अहं न क्रीणामि. हा इति तत्र अतः इति पदस्य कः अर्थः? तत्र उत्तरम् अतः इति उत्तरं भवति तत्र. अतः तत्र यद् प्रथमवाक्यं वदति तस्मिन् तत्र प्रश्नं कर्तुं शक्नुमः किमर्थम् इति. द्वितीयवाक्यं तस्य उत्तरं भवति किमर्थम् एतत् कार्यं करोति तत्र. क्षम्यतां तत्र क्षम्यतां मम दोषः. तत्र द्वितीयवाक्यस्य द्वितीयवाक्यं किमर्थम् अभवत् इत्युक्ते प्रथमवाक्यम् उत्तरं भवति. देर्फोर् इति अस्ति खलु. तत्र कारणं प्रथमवाक्यम् अस्ति तस्य एफेक्ट् इति उत्तरं तस्य एफेक्ट् अथवा कार्यम् इति यत् वदामः तदस्ति द्वितीयवाक्यं. देर्फोर् इति अर्थे अतः इति. अस्तु तत्र यानं शीघ्रं प्राप्तम् अतः अहं शीघ्रम् आगतः इति अथवा आगता इति भवति. अस्तु समीचीनं. तत्र शीतल भगिनी अग्रे पठति वा तत्र अवधेयम् यत् अस्ति. अवधेयं यानं शीघ्रं प्राप्तम् अतः शीघ्रम् आगतः इत्युक्ते कार्यकारण भाव अस्ति महोदय. हा हा हा सत्यं भगिनि सत्यं. हा किमर्थम् अहं शीघ्रम् आगतः अथवा आगता यानं शीघ्रं प्राप्तम् इति तत् कारणम् अस्ति. सत्यं भगिनि. हा अत्र आगमनं कार्यं शीघ्रं यानप्राप्तिः कारणम् एतादृशस्य वाक्यद्वयस्य प्रयोगः यदा भवति यदा भवति तदा यत्र कारणवाक्यं पूर्वम् उच्यते कार्यवाक्यं च अनन्तरम् उच्यते तत्र कार्यवाक्ये अतः इति अव्ययपदं योज्यते. यथा अद्य शैत्यम् अधिकम् अस्ति अतः उष्णजलं पास्यामि. हा इति कारणं तत्र कारणं किम् अस्ति? कारणं शैत्यम् अधिकम् अस्ति. हा अतः भवती किं करोति? उष्णजलं पास्यामि. पास्यति. हा इति अतः प्रथमवाक्यम् अस्ति कारणं द्वितीयवाक्यम् अस्ति कार्यं कार्यम् इति. तदनन्तरं वयं पश्यामः यतः इति अस्ति तत्र विपरीतं भवति तत्र क्रमः विपरीतं भवति. अस्तु तत्र अग्रे अपि तत्र उदाहरणानि सन्ति तत् अपि एकवारं पठामः. तत्र रघुपतिमहोदय पठति वा? उच्चैः पठत तदेव. सत्यं महोदय सत्यं. अस्तु उच्चैः पठत. भीमः पाके आसक्तः अतः वल्लवः भूत्वा पाकशालां गतः. तत्र एकं तत्र एकमेव तत्र अतः इति तत्र तत्र अव्ययपदं तत्र कार्यं अव्ययपदम् अतः इति तत्र कस्मिन् वाक्ये भवति अतः इति कार्यवाक्ये वा कारणवाक्ये वा? न कार्यवाक्ये अस्ति. कार्यवाक्ये एव अस्ति. कार्यम् अतः सः वल्लभः भूत्वा इति. समीचीनं महोदय. हा अग्रे अग्रे धर्मराजः द्यूते इच्छुकः अतः सः कङ्कः भूत्वा द्यूतेन क्रीडति. हा इति. हा तत्र वल्लभः कङ्कः बृहन्नला इति तत्सर्वं नाम अस्ति खलु. हा तेषां नाम हा नामानि. हा तत्र किं चतुर् दशवर्षे इति खलु अज्ञातवासे अज्ञातवासे अस्तु अग्रे तत्र गीताञ्जलि भगिनी अग्रे क्षम्यतां महोदय अर्जुनः सङ्गीतप्रियः अतः बृहन्नला भूत्वा नृत्यं सङ्गीतं च पाठयति अग्रे अग्रे नकुलाय अश्वचालनं रोचते अतः दामग्रन्थिः भूत्वा अश्वपालकः अभवत् हा तत्र भगिनि तत्र नकुलाय अश्वचालनं रोचते इति रूपम् अस्ति पूर्वं तत्र तत्र अर्जुनः सङ्गीतप्रियः इति तादृशरूपम् अत्र किं भवति नकुलः नकुलः अश्वप्रियः अश्वप्रियः न इत्युक्ते अश्व अश्वचालनप्रियः चालनप्रियः इति ओ अस्ति वा अश्वचालनप्रियः इति मन्ये अथवा तत्र अपि अन्यत् रूपं तत्र अस्ति धर्मराजः द्यूते इच्छुकः इति तादृशरूपं किम् अत्र किं भवति नकुलः धर्मराजः द्यूते इच्छुकः अथवा आसक्तः तत्र भीमः पाके आसक्तः अथवा द्यूते इच्छुकः तादृशरूपं तत्र नकुलः नकुलः अश्वचालने आसक्तः अथवा इच्छुकः इति इच्छुकः इति हा समीचीनं भगिनि हा समीचीनम् अतः सः धामग्रन्थिः भूत्वा अश्वपालकः अभवत् इति हा समीचीनं हा अस्तु अग्रे नरेश महोदय सः देवस्य गोपालने अभिरुचिः अतः तन्तिपालः भूत्वा गोपालकः अभवत् हा इति समीचीनं महोदय तत्र कारणं किं कारणवाक्यं गोपालने अभिरुचिः हा तस्य कार्यम् अतः तन्तिपालः भूत्वा गोपालकः अभवत् तत्र गोपालने अभिरुचिः इति खण्डस्य स्थाने अन्यत् रूपं किं सहदेवः सहदेवः गोपालनः प्रियः गोपालनप्रियः अथवा तत्र गोपालने इच्छुकः इच्छुकः अथवा सहदेवाय इति सहदेवाय गोपालनं रोचते हा इति समीचीनं महोदय समीचीनं हा अग्रे द्रौपदी केशकर्मणि कुशला अतः सैरन्ध्री भूत्वा सुदेष्णां सेवते हा तत्र कुशला कुशला इति स्थाने निपुणा इति अपि वक्तुं शक्नुमः तत्र कर्मणि तत्र कुशलता कुत्र अस्ति इत्युक्ते तत्र केशकर्मणि इति अस्ति तत्र केशकर्मणि सप्तमीविभक्तिरूपम् इति मन्ये कस्मिन् कुशला कस्मिन् निपुणः इति प्रश्नः भवति तत्र एतत् दृष्टवन्तः वा सप्तमीविभक्तिविषये कथं कदा वयं सप्तमीविभक्ति कृतवन्तः अधिकरण हा तस्य अधिकरण तत्र सप्तविभक्ति 63 अस्तु 63-72 तत्र निपुणता इति तत् सर्वं वयं दृष्टवन्तः इति मन्ये तत्र तस्मिन् निपुणा तस्मिन् कुशला इति हा अत्र केशकर्मणि सा कुशला द्रौपदी कुशला इति तत्र अस्तु अग्रे हा उमा मीनाक्षी भगिनी अग्रे ओके अग्रे व्हाट इज देयर कर्णः हा कर्णः शप्तः आसीत् अतः ब्रह्मविद्यां विस्मृतवान्। किं करणीयम्? हा तत्र किमपि नास्ति इति मन्ये। अस्तु, हा अग्रे, तत्र शब्दः इति किं, तत्र तस्य विशेषणविशेष भावः, हा तत्र तत्र कः शापं दत्तवान्, परशुरामः शापं दत्तवान् इति मन्ये, हा कर्णाय शापं दत्तवान् परशुरामः, अतः तत्र कर्णः शब्दः आसीत्। अग्रे, युद्धे बन्धून् दृष्टवान्, अतः अर्जुनः विषण्णः जातः। हा तत्र विषण्णः जातः, तत्रापि तत्र अर्जुनः विषण्णः जातः, तत्र सर्वं विशेषणभावः एव तत्र, खलु विशेषणमेव अर्जुनपदस्य। हा समीचीनं भगिनि, अस्तु। हा इदानीं तत्र अधोभागे यत् अस्ति तद् अथवा हा तत्र उदाहरणवाक्यम् अस्ति भगिनि, उमा मीनाक्षी भगिनि, प्रकोष्ठे इति, तद् एकवारं प्रकोष्ठे अन्धकारः नास्ति यतः दीपः ज्वलति। हा इति दीपः न दृश्यते। हा हा हा सत्यं, किन्तु इदानीम् अतः अस्ति अपि यतः अस्ति, भेदः कः इति अधोभागे अवधेयम् इति अस्ति, तद् एकवारं पठतु भगिनि। द्वितीयवाक्यं प्रथमभागे स्थापयामः चेत् अतः भवति। सत्यं सत्यं, हा सत्यं, अस्तु एकवारं पठतु। हा अवधेयम्, अत्र वाक्येषु कार्यवाक्यं प्रथमम् उक्तं, कारणवाक्यं च अनन्तरं, यतः इति अव्ययस्य प्रयोगः कारणवाक्येन सह कृतः अस्ति। उदाहरणम्, अहम् उष्णजलं पातुम् इच्छामि यतः अद्य शैत्यम् अस्ति। हा अत्र यतः अस्ति, पूर्वस्मिन् पुटे अन्तिमवाक्यम् अधोभागे किम् अस्ति, अद्य शैत्यम् अस्ति, अतः उष्णजलं पातुम् इच्छामि, पास्यामि, अत्रापि पास्यामि, तत् पास्यामि अपि भवितुम् अर्हति, अहम् उष्णजलं पास्यामि यतः अद्य शैत्यम् अस्ति इति। अस्तु, हा इदानीं समीचीनं भगिनि। इदानीं तत्र प्रथमवाक्यस्य, भीमः पाके आसक्तः, अतः वल्लभः भूत्वा पाकशालां गतः, तस्य परिवर्तनं करोतु यतः इति उपयुज्य। कुत्र गच्छामि, वल्लभः भूत्वा भीमः वल्लभः भूत्वा भीमः वल्लभः भूत्वा पाकशालां गतः यतः पाके आसक्तः इति। समीचीनं भगिनि, समीचीनं, हा अस्तु समीचीनम्, अस्तु। अग्रे शीतल भगिनि, द्वितीयवाक्यं तत्र अतः स्थाने यतः इति। आम् आम् महोदय, धर्मराजः कङ्कः भूत्वा द्यूतेन क्रीडति यतः सः द्यूते इच्छुकः। हा इति समीचीनं भगिनि, हा अग्रिमम्। अर्जुनः बृहन्नला भूत्वा नृत्यं संगीतं च पाठयति यतः सः संगीतप्रियः। हा समीचीनं भगिनि, हा अस्तु समीचीनम्, अस्तु। गीतांजलि भगिनि अग्रे। नकुलाय, तत्र नकुलः, नकुलः इति, नकुलः, नकुलः, नकुलः दामग्रन्थिः भूत्वा अश्वपालकः अभवत् यतः अश्वचालनं रोचते। किन्तु तत्र तस्य पूर्वं तस्मै इति, सः स्थाने तस्मै तत्र भगिनि यदि परिवर्तनं कुर्मः किं किं भवति, तत्र प्रथमवाक्यं पश्यामः, तत्र अर्जुनः सङ्गीतप्रियः, अतः बृहन्नला भूत्वा इति अस्ति खलु, तत्र सः इति भवति खलु, सः बृहन्नला भूत्वा इति खलु, तत्र सः इति आगच्छति. इदानीं किम् अस्ति, नकुलाय इति अस्ति, तत् त्यक्त्वा वयं किं कुर्मः, नकुलः इति स्थापयामः. अतः नकुलाय इति स्थाने सः इति पदं भवति, किन्तु सः इति न, तस्य चतुर्थीविभक्तिरूपं तस्मै इति. अतः नकुलः धामग्रन्थिः भूत्वा अश्वपालकः अभवत् यतः तस्मै रोचते इति, रोचते इति अस्ति, अतः सः इति न वक्तुं शक्नुमः. तस्मै रोचते अश्वपालनं, यतः तस्मै, यतः तस्मै अश्वपालनं रोचते. अश्वचालनम् क्षम्यताम्, अश्वचालनं रोचते, रोचते, समीचीनम्. इदानीं तादृश अपि अग्रिमे वाक्ये अपि भवति. आम् महोदय, सः देवस्य, सः देवः तन्तिपालः भूत्वा गोपालकः अभवत् यतः, यतः तस्य गोपालने अभिरुचिः. हा समीचीनं भगिनि, हा बहु समीचीनम्, अस्तु. हा अग्रे रघुपति महोदय. द्रौपदी वा? द्रौपदी, हा इति. द्रौपदी केशकर्मणि कुशला, अतः शैलेन्द्रि भूत्वा सुदेशनं सेवते, सुदेशनां सेवते. द्रौपदी शैलेन्द्रि भूत्वा सुदेशनां सेवते यतः सा केशकर्मणि कुशला. हा इति समीचीनं महोदय. हा अग्रे. अग्रे कर्णः शब्दः आसीत्, अतः ब्रह्मविद्यां विस्मृतवान्, कर्णः ब्रह्मविद्यां विस्मृतवान् यतः सः शब्दः आसीत्. हा अस्तु समीचीनं महोदय, अन्तिममपि करोतु तत्र. अस्तु, युद्धे बन्धून् दृष्टवान्, अतः अर्जुनः विषण्णः जातः. अर्जुनः युद्धे विषण्णः अर्जुनः विषण्णः जातः यतः सः युद्धे बन्धून् दृष्टवान् इति. तावदेव अस्ति, समीचीनम्. अस्तु, अतः अतः अपि यतः द्वयमपि तत्र रूपद्वयं भवति वाक्यस्य, किन्तु एकस् प्रथम अतः स्थाने किं भवति, कारणं प्रथमं तदनन्तरं कार्यं. यतः अस्ति तत्र कार्यं प्रथमं तदनन्तरं कारणम् इति, कारणवाक्यम् इति. तावदेव अस्तु. अस्तु, तर्हि समयः अपि जातः, किन्तु अद्यतन जूम् वर्गः समीचीनमेव इति मन्ये खलु, सम्यक्तया श्रूयते? द्वयमपि समीचीनमासीत्. द्वयम् अद्य द्वयमपि समीचीनं. हा यत्र मार्गद्वयम् अस्ति द्वयमपि समीचीनं भवति, नो चेत् द्वयमपि. अस्तु तर्हि, अतः अद्यतनवर्गस्य तत्र फैल् द्वयं भवति, एकं भवति जूम् अपि अन्यत् भवति तत्र एफ् सि सि मध्ये. अस्तु तर्हि विरमाम, अग्रिमवर्गे मिलामः. सर्वेषां धन्यवादाः, नमस्कारः. नमस्कारः. अग्रिमवर्गे एफ् सि सि मध्ये कर्तव्यं वा जूम् मध्ये कर्तव्यं? एफ् सि सि मध्ये कुर्मः भगिनि, यदि तत्र समस्या अस्ति चेत् यथा अद्य वयं कृतवन्तः तादृशं कुर्मः, नो चेत् अहं न यदि तत्र समस्या भवति अहं वयं निर्णयं कुर्मः अत्र मास्तु इति, तत्र एफ् सि सि मध्ये मास्तु इति, अहम् ईमेल् द्वारा तत्र लिङ्क् प्रेषयामि जूम् वर्गस्य. धन्यवादः. अस्तु अस्तु, नमस्कारः. नमस्कारः, धन्यवादः, नमस्कारः. अन्य कोऽपि सैट् अस्ति वा एतावत्? एतावत् अस्ति भगिनि, बहु किमपि ब्लू जीन्स्, जूम्, ब्लू जीन्स् इति एकम् अस्ति, किन्तु अनेकाः सन्ति भगिनि. अस्तु अस्तु.